पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 122 कार्तिकेय उवाच दीपावलिफलं नाद विशेषाद् ब्रूहि साम्प्रतं किमर्थं क्रियते साधु तस्या का देवता भवेद् किं च तत्र भवेद्देयम् किं न देयं वद प्रभो प्रहर्षकोऽत्र निर्दिष्टक्रीडा कात्र प्रकीर्तिदा सूद उवाच इति स्कन्दवच श्रुत्वा भगवान् कामशोषणः साधुक्त्वा कार्तिकं विप्राः प्रहसन्निदमब्रवीद श्रीशिव उवाच कार्तिकस्यासि देपक्षे त्रयोदश्यां तु पावके यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति मृत्युना पाशहस्तेन कालेन भार्यया सह त्रयोदशीदीपदानात् सूर्यजः प्रीयदामिति कार्तिके कृष्णपक्षे च चतुर्दश्यां विधूदये अवश्यमेव कर्तव्यं स्नानं च पापभीरुभिः पूर्वविद्धा चतुर्दश्या कार्तिकस्य सितेतरे पक्षे प्रत्यूषसमये स्नानं कुर्याददन्द्रितः तैले लक्ष्मीर्जले गङ्गा दीपावल्यां चतुर्दशीं प्राप्तस्नानं हि ह्यः कुर्याद्यमलोकं न पश्यति अपामार्गस्तथा तुम्बी प्रपुन्नाडं च बाह्वलं भ्रामये स्नानमध्येदु नरकस्य क्षयाय वै सीतालोष्ठसमायुक्त सकण्टकदलान्वित हर पापमपामार्गभ्राम्यमाणः पुनः पुनः अपामार्गं प्रपुन्नाटं भ्रामयेच्छिरसोपरि ततश्च तर्पणं कार्यं यमराजस्य नामभिः यमाय धर्मराजाय मृत्यवे चान्दकाय च वैवस्थाय कालाय सर्वभूतक्षयाय च औदुम्बराय दध्नाय नीलाय परमेष्ठिने भृगोदराय चित्राय चित्रगुप्ताय वै नमः नरकाय प्रदातव्यो दीपसम्पूज्य देवताः तदः प्रदोषसमये दीपान् दद्यान्मनोहरान् ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः कूडागारेषु चैत्येषु सभासु च नदीषु च प्राकारोद्यानवापीषु प्रतोली निष्कुडेषु च मन्दुरासु विविक्तासु हस्तिशालासु चैव हि एवं प्रभातसमये श्यमावास्यां तु पावकं स्नात्वा देवान् पितॄन् भक्र्या सम्पूज्याध प्रणम्य च कृत्वा तु पार्वणं श्राद्धं दधिक्षीरकृतादिभिः भोज्यैर्नानाविधैर्विप्रान् भोजयित्वा क्षमापयेत् ततो पराह्नसमये पोषयेन्नागरान् प्रिय तेषां गोष्ठीं च मानं च कृत्वा सम्भाषणं नृपः वक्तॄणां वत्सरं यावत् प्रीतिरुत्पद्यते गुह अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीः प्रबोधयेद् प्रबोधसमये लक्ष्मीं बोधयित्वा दुसुस्त्रिया पुमान् वै वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति अभयं प्राप्य विप्रेभ्यो विष्णुभीदात् सुरद्विषः सुप्तं क्षीरोदधौ ज्ञात्वा लक्ष्मीं पद्माश्रितां तथा त्वं ज्योतिश्रीरविश्चन्द्रो विद्युत्सौवर्णतारकः सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिस्थिता तु या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम शङ्करश्च भवानी च क्रीडया द्यूतमास्थितौ भवान्याभ्यर्चिता लक्ष्मीर्धेनुरूपेण संस्थिता गौर्या जित्वा पुरा शम्भुर्नग्नो द्यूते विसर्जितः अतोऽयं शङ्करो दुःखी गौरी नित्यं सुखे स्थिता प्रथमं विजयो यस्य तस्य संवत्सरं सुखम् एवं गदे निषीधेधु जने निद्रार्धलोचने तावन्नगरनारीभिस्तूर्यडिण्डिमवादनैः निष्कास्यते प्रहृष्टाभिरलक्ष्मीश्च गृहाङ्गणाद पराजये विरुद्धं स्यात् प्रतिपद्युदितेरवौ प्रादर्गो वर्धनपूज्यो द्युतं रात्रौ समाचरेद भूषणीयास्तथा गावो वर्ध्या वहनदोहनाद गोवर्धनथराधार गोकुलत्राणकारक विष्णु बाहुकृदोच्छ्राय गवां कोटिप्रदो भव या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता कृतं वहति यज्ञार्थे मम पापं व्यपोहतु अग्रदस्सन्तु मे गावो गावो मे सन्तु पृष्ठतः गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् यदि गोवर्धनपूजा सद्भावेनैव सन्तोष्य देवान् सत्पुरुषान्नरान् इतरेषामन्नपानैर्वाक्यदानेन पण्डितान् वस्त्रैस्ताम्बूलदीपैश्च पुष्पकर्पूरकुङ्कुमैः भक्ष्यैरुच्चावचैर्भोज्यैरन्धःपुरनिवासिनः ग्रामर्षभं च दानैश्च सामं तान् नृपदीर्धनैः पदादि जनसङ्घांश्चग्रैवेयै कडकै शुभैः स्वानमात्यांश्च तान् राजा तोषयेत् स्वजनान् पृथक् यथार्थं तोषयित्वा दु ततो मल्लानडांस्तथा वृषभांश्च महोक्षांश्च युध्यमानान् परैः सह राजान्यांश्चापि योधांश्च पदादीन् स समलङ्कृतान् मञ्चारूढस्वयं पश्येन्नड नर्तकचारणान् योधयेद्वासये चैव होमहिष्यादिकं चयद वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्तिवादनाद ततो पराह्णसमये पूर्वस्याद् दिशि पावके मार्गपालाद्यं प्रबध्नीयाद्दुर्गस्तम्भेधपादपे कुशकाशमयीं दिव्यां लम्भकैर्बहुभिर्गुह वीक्षयित्वा गजानश्वान्मार्गपाल्यास्थलेन यद् गावैर्वृक्षांश्च महिषान्महिषीर्कण्डिकोत्कडाः कृतहोमैर्द्विजेन्द्रैस्तु बध्नीयान्मार्गपालिकां नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रतः मार्गपाली नमस्तुभ्यं सर्वलोकसुखप्रदे मार्गपालीतले स्कन्द यान्ति गावो महावृषाः राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः मार्गपालव्यं समुल्लङ्घ्य निरुजसुखिनो हिते कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपदेर्बलेः पूजां कुर्यात्तदः साक्षात् भूमौ मण्डलके कृते बलिमालिक्य दैत्येन्द्रं वर्णकैः पञ्चरङ्ककैः सर्वाभरणसम्पूर्णं विन्ध्यावलिसमन्वितं कूष्माण्डमयजम्भोरु मधुदानवसंवृतं सम्पूर्णं हृष्टवदनं किरीडोत्कडकुण्डलं द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः गृहस्य मध्ये शालायां विशालायां तदोर्चयेद मातृभ्रातृजनैः सार्धं सन्तुष्टो बन्धुभिः सह कमलैः कुमुदैः पुष्पैः कल्हारैरक्तकोत्पलैः गन्धपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः मध्यमांसुरालेह्य चोष्य भक्ष्योपहारकैः मन्त्रेणानेन राजेन्द्र सह मन्त्री स पुरोहितः पूजां करिष्यदे यो वै सौख्यं स्यात् तस्य वत्सरं बलिराजनमस्तुभ्यं विरोचनसुतप्रभो भविष्येन्द्रसुराराधे पूजेयं प्रतिगृह्यताम् एवं पूजाविधिं कृत्वा रात्रौ जागरणं ततः कारयेद्वैक्षणं रात्रौ नटनर्तकगायकैः लोकैश्चापि गृहस्यान्ते सपर्यां शुक्लतण्डुलैः संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् बलिमुद्दिश्य वै तत्र कार्यं सर्वं च पावके यानि यान्यक्षयान्याहुरिषय्यस्तत्त्वदर्शिनः यदत्र दीयते दानं स्वल्पं वा यदि वा बहु तदक्षयं भवेत् सर्वं विष्णोः प्रीतिकरं शुभं रात्रौ येन करिष्यन्ति तव पूजां बलेर्नराः तेषामश्रोत्रियं धर्मं सर्वं त्वामुपतिष्ठतु विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः उपकारकरं दत्तमसुराणां महोत्सवं तदा प्रभृति सेनाने प्रवृत्ता कौमुदी सदा सर्वोपद्रवविद्रावा सर्वविघ्नविनाशिनी लोकशोकहरा काम्या धनपुष्टिसुखावहा कुशब्देन मही ज्ञेया मुदहर्षे तदोद्वयं धातुत्वे निगमैश्चैव तेनैषा कौमुदी स्मृता कौमोदं ते जना यस्मान्नाभावैः परस्परम् हृष्टतुष्टाः सुखापन्नास्तेनैषा कौमुदी स्मृता कुमुदानि बलेर्यस्यां दीयन्ते तेन षण्मुखा अखार्थं पार्थिवैः पुत्र तेनैषा कौमुदी स्मृता एकमेव महोरात्रं वर्षे वर्षे च कार्तिके दत्तं दानवराजस्य आदर्शमिव भूतल यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः सुभिक्षं क्षेममारोग्यं तस्य सम्पदनुत्तमा नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः कौमुदी क्रियते तस्माद्भावं कर्तुं महीतले यो यादृशेन भावेन तिष्ठत्यस्यां च षण्मुख हर्षदुःखादिभावेन तस्य वर्षं प्रयातिः रुदिदे रोददे वर्षं हृष्ठे वर्षं प्रहर्षितम् भुक्ते भोक्ता भवेद्वर्षं स्वस्ते स्वस्थं भविष्यति तस्मात् प्रहृष्टैः कर्तव्या कौमुदी च शुभैर्नरैः वैष्णवी दानवी चेयं तिथि प्रोक्ता च कार्तिके दीपोत्सवं जनित सर्वजनप्रसादं कुर्वन्ति ये शुभतया बलिराजपूजां दानोपभोगसुखबुद्धिमदां कुलानां हर्षं प्रयाति सकलं प्रभुदं च वर्षम् स्कन्दैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः मासैश्च दुर्भिश्च ततः प्रावृत्काले शुभावहः प्रथमा श्रावणे मासि तथा भाद्रपदे परा तृतीयाश्वयुजे मासि चतुर्थी कार्तिके भवेद् कलुषा श्रावणे मासि तथा भाद्रपदे मला अश्विने प्रदसञ्चारा कार्तिके याम्यकामदा गुह उवाच कस्मात् सा कलुषा प्रोक्ता कस्मात् सा निर्मलामदा कस्मात् सा प्रेदसञ्चारा तस्माद्याम्या प्रकीर्तिता सूद उवाच इति स्कन्दवच श्रुत्वा भगवान् भूतभावनः उवाच वचनं श्लक्ष्णं प्रहसन्वृषभध्वजः महेश उवाच पुरा वृत्रवधे वृत्ते प्राप्ते राज्ये पुरन्दरे ब्रह्महत्यापनोदार्थमश्वमेध प्रवर्तितः क्रोधादिन्द्रेण वज्रेण ब्रह्महत्या निषूदिता षड्विधा साक्षिदौ क्षिप्ता वृक्षतोयमशीतले नार्यां भ्रूणहणिवह्नौ संविभ्यज्य यथाक्रमं तत्पापश्रवणात् पूर्वं द्वितीयाया दिनेन च नारीवृक्षनदीभूमि वह्निभ्रूणहनस्तथा कलुषीभवनं जातो ह्यदोऽर्थं कलुषा स्मृता मधुकैडभयोरक्ते पुरा मग्नानुमेदिनी अङ्गुष्ठाङ्गुलपवित्रा सा नारीणां तु रजोमलं नद्यप्रावृण्मला सर्वा वह्निरूर्ध्वं मषीमलः निर्यास मलिना वृक्षाः सङ्गात् भ्रूण हनोमलाः कलुषानि चरन्त्यस्यां तेन ईशा कलुषा मदा देवर्षि पितृधर्माणां निन्दका नास्तिका शठाः तेषां सा वाङ्मलात् पूजा द्वितीया तेन निर्मला अनध्यायेषु शास्त्राणि पाठयन्ति पठन्ति च साङ्ख्यकास्तार्किकाश्रौतास्तेषां शब्दापशब्दजाद मला पूजा द्वितीयायां तदोऽर्थे निर्मला च सा कृष्णस्य जन्मनावत्सत्रैलोक्यं पाविदं भवेद् नभस्ये देवि निर्दिष्ठा निर्मला सा तिर्बुधैः अग्निष्वात्ता बर्हिषद आज्यपात् सोमपास्तथा पितृन् पिता महान् प्रेदसञ्चारात् प्रेदसञ्चरा प्रेतास्तु पितरप्रोक्तास्तेषां तस्यां तु सञ्चरः पुत्र पौत्रेस्तु दौहित्रैः स्वधा मन्त्रैस्तु पूजिताः श्राद्धदानमखैस्तृप्ता यां त्यध प्रेदसञ्चरा महालये दु प्रेदानां संचारो भुवि दृश्यते तेनैषा प्रेतसञ्चारा कीर्तिदा शिखिवाहन यमस्य क्रियते पूजा यदोस्या पावके नरैः तेनैषा याम्यका प्रोक्ता सत्यं सत्यं मयोदितम् ये तत्कार्तिकमाहात्म्यं ये शृण्वन्ति नरोत्तमाः कार्तिकस्नानजं पुण्यं तेषां भवति निश्चितं कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेद् भानुजायां नरस्नात्वा यमलोकं न पश्यति कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक यमो यमुनया पूर्वं भोजितस्वगृहे चिदः द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः पापेभ्यो विप्रयुक्ताश्चे मुक्ताः सर्वनिबन्धनाद् आशंसिताश्च सन्तुष्टाः स्थिताः सर्वे यदृच्छया तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः अदो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः स्नेहेन भगिनी हस्ताद्भोक्तव्यं पुष्टिवर्धनं दानानि च प्रदेयानि भगिनीभ्यो विधानदः स्वर्णालङ्कारवस्त्राणि पूजासत्कारसंयुधं भोक्तव्यं सहजायाश्च भगिन्याहस्ततः परं सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्धनम् ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः महिषासनमारूढो दण्डमुद्गरभृत्प्रभुः वेष्टितकिङ्करैकृष्टैः तस्मै याम्यात्मने नमः यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः न तेषां वत्सरं यावत् कलहो न रिपोर्भयं धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनं व्याख्यातं सकलं पुत्र सरहस्यं मयानख यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितः प्रतितिथौ स्वसृसौहृदेन तस्मात् स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसम्पदमुत्तमां सः इति श्री पात्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये द्वाविंशत्यधिकशततमोऽध्यायः ॐ